आत्मनैश प्राणुजायतेम यथैषा पुरुषेच्छाया येतस्मिन् येतदाततम् मनोकृतेन आयाति अस्मिन् शरीरे। आत्मनः परस्मात् पुरुषात् अक्षरात् सत्यात् एषः उक्तः प्राणः जायते। कथम् इत्यत्र दृष्टान्तः, यथा लोके एषा पुरुषे शिरःपाण्यादिलक्षणे निमित्ते छाया नैमित्तिकी जायते, तद्वत् एतस्मिन् ब्रह्मणि एतत् प्राणाख्यं छायास्थानीयम् अनृतरूपं तत्त्वं सत्ये पुरुषे आततं समर्पितम् इत्येतत्। छाया इव देहे मनोकृतेन मनःकृतेन मनस्सङ्कल्प इच्छादि निष्पन्नकर्मनिमित्तेन इत्येतत्। वक्षति हि पुण्येन पुण्यम् इत्यादि, तदैव सक्तः सकर्मण इति श्रुत्यन्तर आयाति आगच्छति अस्मिन् शरीरे। यथा सम्राडेव अधिकृतान् विनियुङ्क्ते एतान् ग्रामान् एतान् ग्रामान् अधितिष्ठस्व इति, एवमेव एष प्राण इतरान् प्राणान् पृथक् पृथगैव सन्निधत्ते। यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामादिषु अधिकृतान् विनियुङ्क्ते, कथम् एतान् ग्रामान् अधितिष्ठस्व इति, एवमेव यथायं दृष्टान्तः, एषः मुख्यप्राणः इतरान् प्राणान् चक्षुरादीन् आत्मभेदांश पृथक् पृथगैव यथास्थानं सन्निधत्ते विनियुङ्क्ते। वायोपस्थेपानं चक्षुश्रोत्रेमुखनासिकाभ्यां प्राणस्वयं प्रातिष्ठते मध्ये तु समानः, एष हि एतान् हुतम् अन्नं समं नयति, तस्मादेताः सप्तर्षिषो भवन्ति। तत्र विभागः पायुपस्थे, पायुश्च उपस्थश्च पायुपस्थं तस्मिन्, अपानं आत्मभेदं मूत्रपुरुषादि अपनयनं कुर्वन् सन्निधत्ते तिष्ठति। तदा चक्षुश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुश्रोत्रं तस्मिश्चक्षुश्रोत्रे मुखनासिकाभ्यां मुखं च नासिका च मुखनासिके ताभ्यां मुखनासिकाभ्यां निर्गच्छन् प्राणः स्वयं सम्राट् स्थानीयः प्रातिष्ठते प्रतिष्ठति। मध्ये तु प्राणापानयोः स्थानयोः नाभ्यां समानः, अशितं पीतं च समं नयति इति समानः। एषः हि यस्मान् यदेतत् हुतं भुक्तं पीतं च आत्माग्नौ प्रक्षिप्तम् अन्नं समं नयति, तस्मात् अशितपीत इन्धनात् अग्नेः औदर्याद् हृदयदेशं प्राप्ता एताः सप्तसङ्ख्याकाः अर्चिषः दीप्तयः निर्गच्छन्त्यो भवन्ति। शीर्षण्यप्राणद्वारा दर्शनश्रवणादिलक्षणरूपादिविषयप्रकाशः इत्यभिप्रायः। हृदि हि एष आत्मा, अत्र एतदेकशतं नाडीनां तासां शतं शतम् एकैकस्य द्वासप्ततिः प्रतिशाखा नाडी सहस्राणि भवन्ति आसुव्यानश्चरति। हृदि हि एषः पुण्डरीकाकारमांसपिण्डपरिच्छिन्ने हृदयाकाशे, एषः आत्मा आत्मसंयुक्तो लिङ्गात्मा जीवात्मा इत्यर्थः। अत्र अस्मिन् हृदये एतत् एकशतम् एकोत्तरशतं सङ्ख्यया प्रधाननाडीनां भवति, तासां शतं शतम् एकैकस्याः प्रधाननाड्याः भेदः। पुनरपि द्वासप्ततिः द्वे द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि, सहस्राणां द्वासप्ततिः प्रतिशाखा नाडी सहस्राणि, प्रतिनाडीशतं सङ्ख्यया प्रधाननाडीनां सहस्राणि भवन्ति। आसु नाडीषु व्यानो वायुश्चरति, व्यानो व्यापनात् आदित्यादिव रश्मयः हृदयात् सर्वतो गामिनीभिः नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते। सन्धिस्कन्धमर्मदेशेषु विशेषेण प्राणापानवृत्त्योश्च मध्ये उद्भूतवृत्तिः वीर्यवत्कर्मकर्ता भवति। अथ एकया ऊर्ध्वदानः पुण्येन पुण्यं लोकं नयति पापेन पापम् उभाभ्यामेव मनुष्यलोकम्। अथ या तु तत्र एकशतानां नाडीनां मध्ये ऊर्ध्वग सुषुम्नाख्यनाडी, तया एकया ऊर्ध्वस्सन् उदानः वायुः आपादतनमस्तकवृत्तिः सञ्चरन् पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति, पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम्। उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयति इति अनुवर्तते। आदित्यो हवै बाह्यप्राणः उदयति एष हि एनं चाक्ष्यं प्राणम् अनुगृह्णानः पृथिव्यां या देवता सैषा पुरुषस्य अपानमवष्टभ्यान्तरा यदाकाशः ससमानो वायुर्व्यानः आदित्यः हवै प्रसिद्धो हि अधिदैवतं बाह्यः प्राणः स एष उदयति उद्गच्छति एष हि एनम् आध्यात्मिकं चक्षुषिभवं चाक्षुषं प्राणं प्रकाशेन अनुगृह्णानः रूपोपलब्धौ चक्षुषः आलोकं कुर्वन् इत्यर्थः तथा पृथिव्याम् अभिमानिनी या देवता प्रसिद्धा सैषा पुरुषस्य अपानम् अपानमृत्युम् अवष्टभ्य आकृष्य वशीकृत्य अथ एव अपकर्षणेन अनुग्रहं कुर्वती वर्तते इत्यर्थः अन्यथा हि शरीरं गुरुत्वात् पतेत् सावकाशे वा उद्गच्छेत् यदेतद् अन्तरमध्ये द्यावा पृथिव्योः यः आकाशः तत्स्थः वायुः आकाश उच्यते मञ्चस्थवत् स समानः समानम् अनुगृह्णः न वर्तते इत्यर्थः समानस्य अन्तराकाशस्तत्त्वसामान्यात् सामान्येन च यो बाह्यो वायुः स व्याप्तिसामान्यतो व्यानः व्यानम् अनुगृह्णः न वर्तते इत्यभिप्रायः तेजो हवा उदानः तस्मादुपशान्ततेजः पुनर्भवम् इन्द्रियैः मनसि सम्पद्यमानैः यद्बाह्यं वा प्रसिद्धं सामान्यं तेजः तच्छरीरे उदानः उदानं वायुम् अनुगृह्णाति स्वेन प्रकाशेन इत्यभिप्राय यस्मात् तेजस्वभावो बाह्यतेजोनुवृत्ति उत्क्रान्तिकर्त तस्मात् यदा लौकिकपुरुषः उपशान्ततेजः भवति उपशान्तं स्वाभाविकं तेजो यस्य सः तदा तं क्षीणायुषं मुमूर्षुं विद्यात् सः पुनः भवं शरीरान्तरं प्रतिबध्यते कथं सः इन्द्रियैः मनसि सम्पद्यमानैः प्रविशद्भिः वागादिभिः यच्चित्तः तेन इष प्राणमायाते प्राणः ते सायुक्तः सहात्मना यथा सङ्कल्पितं लोकं नयते मरणकाले यच्चित्तो भवति तेन एषः जीवः चित्तेन सङ्कल्पेन इन्द्रियैः सह प्राणं मुख्यप्राणमूर्तिमायाति मरणकाले क्षीणेन्द्रियवृत्तिः सन् मुख्यया प्राणमुख्या एव अवतिष्ठते इत्यर्थः तदा हि वदन्ति ज्ञातयः उच्छ्वसिति जीवति इति स च प्राणः तेजसा उदानवृत्त्या युक्तः सन् सहात्मन स्वामिना भोक्तृ स एवम् उदानवृत्त्या एव युक्तः प्राणः तं भोक्तारं पुण्यपापकर्मवशात् यथा सङ्कल्पितं यथा विप्रेतं लोकं नयति प्रापयति य एवं विद्वान् प्राणं वेदानः अस्य प्रजाः हीयते अमृतो भवति तदेश श्लोकः यः कश्चिन् एवं विद्वान् यथोक्तविशेषणैः विशिष्टम् उत्पत्त्यादिभिः प्राणं वेद जानाति तस्य इदं फलम् ऐहिकम् आमुष्मिकं च उच्यते न अस्य नैव अस्य विदुषा प्रजाः पुत्रपौत्रलक्षणाः हीयते छिद्यते पतितेज शरीरे प्राणसायुज्यतया अमृतः अमरणधर्मः भवति तत् एतस्मिन्नर्थे संक्षेपाविधायकः श्लोकः मन्त्रो भवति उत्पत्तिमायितिं स्थानं विभुत्वं चैव पञ्चदा अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति उत्पत्तिं परमात्मनः प्राणस्य आयतिम् आगमनं मनोकृतेन अस्मिन् शरीरे स्थानं स्थितिं च वायुपस्थस्थानेषु विभुत्वं च स्वाम्यमेव सम्राडिव प्राणवृत्तिभेदानां पञ्चदा स्थापनं बाह्यम् आदित्यादिरूपेण अध्यात्मं चैव चक्षुरादि आकारेण अवस्थानं विज्ञाय एवं प्राणम् अमृतम् अश्नुत इति विज्ञाय अमृतम् अश्नुत इति द्विर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम् इति तृतीयप्रश्नभाष्यं चतुर्थः प्रश्नः अतः इनं सौर्यायणी गार्ग्य पपृच्छा भगवन्येतस्मिन् वृषे कानि स्वपन्ति कानि अस्मिन् जागृति कसर एष देवः स्वप्नान् पश्यति कस्य एतत् सुखं भवति कस्मिन् सर्वे सम्प्रतिष्ठिता भवन्ति इति अतः एनं सौर्यायणी गार्ग्यः पपृच्छ प्रश्नत्रयेण अपरविद्यागोचरं सर्वं परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणम् अनित्यम् अथ इदानीं साध्यसाधनविलक्षणं अप्राणम् अमनोगोचरम् अतीन्द्रियम् अविषयं शिवं शान्तम् अविकृतम् अक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सभाख्याभ्यन्तरम् अजं वक्तव्यमिति उत्तरं प्रश्नत्रयम् आरभ्यते। तत्र सुदीप्तादिव अग्नेः यस्मात् परस्मादक्षरात् सर्वे भावाः विस्फुलिङ्गा इव जायन्ते, तत्र चैव अपियन्ति इति उक्तं द्वितीये मुण्डके। चेते सर्वे भावाः अक्षरात् विस्फुलिङ्गाः इव विभज्यन्ते, कथं वा विभक्ताः सन्तः तत्रैव अपियन्ति, किं लक्षणं वा तदक्षरम् इति। एतद्विवक्षया अधुना प्रश्नान् उद्भावयति भगवन्। एतस्मिन् पुरुषे शिरः पाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारात् उपरमन्ति, कानि च अस्मिन् जागृति जागरणम् अनिद्रावस्थां स्वव्यापारं कुर्वन्ति। कतरः कार्यकरणलक्षणयोः एष देवः स्वप्नं पश्यति। स्वप्नो नाम जाग्रद्दर्शनात् निवृत्तस्य जाग्रद्वत् अन्तःशरीरे यद्दर्शनं, तत् किं कार्यलक्षणेन देवेन निर्वर्त्यते किं वा करणलक्षणेन केनचित् इत्यभिप्रायः। उपरति च जाग्रत्स्वप्नव्यापारे यत् प्रसन्नं निरायासलक्षणम् अनाबाधं सुखं कस्य एतद् भवति। तस्मिन् काले जाग्रत्स्वप्नव्यापारात् उपरताः सन्तः कस्मिन्नु सर्वे सम्यग् एकीभूताः सम्प्रतिष्ठितः। मधुनि रसवतु समुद्रप्रविष्टनद्यादिवच्च विवेक अनर्हाः प्रतिष्ठिता भवन्ति सङ्गताः सम्प्रतिष्ठिता भवन्ति इत्यर्थः। ननु न्यस्तदात्रादिकरणावत् स्वव्यापारात् उपरतानि पृथक् पृथगेव स्वात्मनि अवतिष्ठन्ते इति एतदुक्तं। कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिंश्चिद् एकीभावगमनाशङ्कायाः पृष्टु युक्ता एव तु आशङ्का, यतः सम्मतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जागृद्विषये। तस्मात् स्वापेऽपि सम्मतानां पारतन्त्रेणैव कस्मिंश्चित् सङ्गतिः न्याया इति। तस्मात् आशङ्कानुरूप एव प्रश्नोऽयम्। अत्र तु कार्यकरणसङ्गातः यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोः तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन् सर्वे सम्प्रतिष्ठिताः भवन्ति इति।